धूमस्तोमंतमशंके कोकीविरहसुष्मणां लिम्पतीव तमोऽङ्गानी वर्षतीवाञ्जनं नभः। प्रथमं तु उदाहरणं भवति वस्तूत्प्रेक्षायाः उक्तविषयप्रभेदस्य। कोकीविरहसुष्मणां धूमस्तोमं तमः शङ्के इति वाक्यं। चक्रवाकी, कोकी नाम चक्रवाकी, चक्रवाकीविरहसुष्मणां चक्रवाकीविरहाग्नीनां धूमस्तोमं धूमसमूहम् अन्धकारं मन्ये इति वाक्यस्यास्यार्थः। ईक्षन्ताम् अत्र तमोवर्णनं प्रचलति। स खलु विषयः, विषयस्त्वत्रोक्तः, तेनात्र उक्तविषयास्पदः। अलङ्कारः, उत्प्रेक्षालङ्कारः, वस्तूत्प्रेक्षालङ्कारः। अधुना अनुक्तविषयोत्प्रेक्षायाः, अनुक्तविषयहेतोत्प्रेक्षायाः उदाहरणे पश्यामः। लिम्पतीव तमोऽङ्गानि इत्यत्र तमः अङ्गानि लिम्पति इव नाम तमोव्याप्तिः अत्र विषयः, न तु तमः। तमोव्याप्तिस्त्वत्र साक्षान्नोक्तः, नोक्ता, तेन कारणेन अत्र लक्ष्यते अनुक्तविषया वस्तूत्प्रेक्षा। अत्र क्रियापि वस्तुत्वेन गृह्यत एव। वर्षतीवाञ्जनं नभः, नभः नाम आकाशः। अञ्जनं वर्षतीव पुनरेवात्र विषयस्तु भवति अनुक्तोऽपि तमो तमोव्याप्तिः। सा च तमोव्याप्तिरत्र नोक्ता, तेन अनुक्तविषयास्पदा वस्तूत्प्रेक्षा भवत्यत्र।